नमस्ते। इदानीं वदामि। ॐ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। या कुन्देन्दुतुषारहारधवला, या शुभ्रवस्त्रावृता, या वीणावरदण्डमण्डितकरा, या श्वेतपद्मासना, या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदा पूजिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम, विश्वं शान्तिसमन्वितम्। ज्ञानानन्दमयं देवमपि वदतु, अन्यैः हयग्रीवं ज्ञानानन्द वदतु। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं निर्मलस्फटिकाकृतिम् आधारं सर्वविज्ञानां आधारं हयग्रीवमुपास्महे। सर्वविद्यानां हयग्रीवोपास्महे श्रीहयग्रीवाय नमः। आधारं सर्वविद्यानां सः दक्षिणामूर्ति सदृशं, किमिति दक्षिणामूर्ति सदृशं हयग्। सः अपि तथा एव खलु विद्या देवता तत्र संविभागं करोति किं पाठभागस्य कि केवलम् अद्य अर्धघण्टाकालं यावत् पठामः तदन् अग्रिमसप्ताहादारभ्य पूर्णकालं यावत् अद्य किञ्चित् मम अपि कार्यम् अधिकमासीत् प्रातःकालतः किञ्चित् श्रान्तता अस्ति, परन्तु अद्य सरस्वती हयग्रीवाराधनम् इति महानवमी दिवसे एव वयम् आचरामः, तदर्थं किञ्चित् पठनमपि भवतु इति कृत्वा अद्य पठामः इति अहं सूचितवती किञ्चित् कालं यावत्। साधारणतया विजयदशमी दिने पुनः पूजां कृत्वा किञ्चित् पठामः खलु, आम्, श्वः वर्गः नास्ति अद्य एव अस्ति खलु, अतः अद्य एव कुर्मः इति अखिला भगिनी पठति किम्? अहं भवान् पठ पठतु महोदय, अनन्तरम् अहं पठामि। अस्तु अस्तु इतः पठामः किं? तत्क्षणमेव च। तत्क्षणमेव च कुतः इदं किमिदम् इति दृश्यतां ज्ञायताम् इत्यादिश्य छात्रेषु विसृष्टेषु क्षणानन्तरं छात्रेणैकेन भयभीता स्वेगमत्युष्णं सवेगम् सवेगमत्युष्णं दीर्घं निःश्वसति मृगीव व्याघ्राग्राता अश्रुप्रवाहैः स्नाता सवे पतुः कन्यका एका अङ्के निधाय समानीता। चिरान्वेषणानपि च तस्याः सहचरी सहचरो वा न प्राप्तः, तां च चन्द्रकलयैव निर्मितां नवनीतेनेव रचितां मृणालगौरीं कुन्दकोरकाग्रदतीं सक्षोभं रुदतीम् अवलोक्य अस्माभिः अपि न पारितं निरोद्धुं नयनं बाष्पाणि। किञ्चित् तस्य विवरणमपि ददातु। बालिका रुदन् तत्र आगतवती, रोदनध्वनिः श्रुतः खलु, मम ध्वनिः वा? न न न रोदन न बालिका रोदनध्वनिः एव श्रुतः, बालिका इतोपि न आम् दृष्टा खलु, दृष्टा वा? किञ्चित् पूर्वतनवाक्यम् एकं किञ्चिदिव पठतु। आम् पुरु बहु दीर्घं भवति, तदपि केवलम् अन्तिमभागं पठतु। क्रन्दनम् अश्रौषम् इति अस्ति, आम् अत्यवधानश्रव्यत्वात् अनुमितत् अविष्टतम् अनुमितदविष्टतं क्रन्दनम् अश्रौषम्। अतः केवलम् अहं श्रुतवान् इति, एतदपि केनापि उच्यमानमस्ति खलु एतत् सर्वम्, आम् आम् आम् अतः अहम् अश्रौषम् अहं श्रुतवान् इति। सः छात्राणां छात्राणां कृते अन्वेषणं कर्तुं प्रेरितवान्। एकेन छात्रेण सा कन्यका भयभीता सवेगं मत्युष्णं दीर्घं निःश्वसति व्याघ्राघ्राता अश्रुप्रवाहैः स्नाता व्याघ्राघ्राता मृगीव व्याघ्राघ्र व्याघ्रेण आक्रान्ता हरिणी इव सा भयभीता आसीत् इति। सवे पतुः कन्यका एका अङ्के निधाय सह एकेन छात्रेण समानीता। चिरान् सह सहचरी सहचरो वा अस्ति वा नास्ति वा इति अन्वेषणमपि कृतवान् कृतवन्तः। काञ्चन सा कन्यका चन्द्रकलया निर्मितां नवनीतेनैव रचितां मृणालगौरीं कुन्दकोरका ग्रदतीं तत् कुन्दकोरकाग्रदतीम् इत्यस्य अर्थः अवगम्यते खलु। तत्र अत्र किञ्चित् इव समासस्य स्मरणं भवतु इति। इदानीं मृणालगौरीम् इत्युक्ते गौरवर्णीया इति, मृणा कमलस्य वा तद् साधारणतया मृणालः कथं भवति इत्युक्ते श्वेतवर्णीयः, अथवा मृणा किञ्चिदिव अरुणवर्णः अपि भवति, परन्तु अत्र गौरीमिति अस्ति इति कारणात् गौरवर्णीया। कुन्दकोरकाग्रदतिं, कुन्दपुष्पस्य कोरकम् अस्ति खलु कलिका, तस्य अथवा कोरक इति तदपि भवितुम् अर्हति। साधारणतया पुष्पस्य कोरकाग्र कथं भवति, किञ्चिदिव एवं भद्रं भवति एवम्, अतः तत्र अग्रभागः बहु तीक्ष्णं भवति खलु, तादृश कुन्दपुष्पः, पुष्पम् इत्युक्ते श्वेतवर्णः अपि अस्ति, तादृशदन्ताः तस्य तस्याः दन्ताः तथा अस्ति, अतः दतीम् इति। इदानीं शोभना दन्तं दन्ताः यस्य सः इति समासः भवति चेत् भौरिः समासः, तत्र सुदन् इति भवति, शोभना इत्यस्य सु इति भागः, दन् इत्येव भवति, तत्र तकारस्य लोपः भवति। तथा स्त्रीलिङ्गे दन् तत्र नकारस्य लोपः भवति, अतः सुदती इति भवति, शोभनादन्ताः यस्याः सा सुदती इति समासः, अतः अत्र दती इति नकारस्य लोपः भवति दन्ता इत्यस्य, अतः कोरकाग्रदतीं तादृशदन्ताः तस्याः आसन् इति। मार्गबन्धुश्लोके अपि आगच्छति खलु तत्र कस्मिन् श्लोके? मार्गबन्धुश्लोके महोदये अहो कुन्दाभदन्तं सुरेशम् इति कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशम् इति भवेत् तत्र परन्तु तत्र नकारस्य लोपस्य कृते उदाहरणं न नास्ति, न केवलं केवलं कुन्दपुष्पस्य विषये कुन्दपुष्पस्य अस्तु। अत्र समासान्तस्य विषये नियमानां आवली मध्ये एतत् सर्वम् अस्ति, पठन्तु। सक्षोभं रुदतीं रुदतीं अवलोक्य अस्माभिः पारितं निरोद्धं नयनबाष्प न पारितं चेत् न शक्तम्, तस् अस्माकं नयनबाष्पाणि निरोद्धुं न शक्तम् आसीत्। अग्रे अस्तु अथ कन्यके मा भैषीः पुत्री त्वां मातुः समीपे प्रापयिष्यामः। दुहितः खेदम् आवह भगवति, भुङ्क्ष्व किञ्चित्। पिब पयः, एते तव भ्रातरः, यत् कथयिष्यसि तदेव करिष्यामः। मा स्म रोदनैः प्राणान् संशयपदविमारोपयः पदवीम् आरोपयः संशयपदवीम् आरोपयः। मा स्म कोमलमिदं शरीर मा स्म कोमल कोमलमिदं शरीरं शोकज्वालावलीढं कार्षीः इति सहस्रदा बोधनेन कथमपि समुद्बुद्धा किञ्चित् दुग्धं पीतवती। सम्बुद्धा सा किञ्चित् दुग्धं पीतवती। अत्र अनेके विषयाः सन्ति, पश्यन्तु। मा भैषीः इति अस्ति, तत्रापि तथा एव मध्यमपुरुषस्य एकवचनं भवति। तत्र मैषीः इति अहं चिन्तयामि लुङ्लकारस्य। अनन्तरं त्वां मातुः समीपे प्रापयिष्यामः, दुहितः खेदं मावः, भुङ्क्ष्व किञ्चित्, पिब एक्सेट्रा। अनन्तरं मा स्म रोदनैः प्राणान् संशयपदवीम् आरोपयः इति अत्र मा इति अनन्तरं स्म इति भवति, तत्र अकारस्य कारणं नास्ति, निमित्तं नास्ति, अतः चिन्ता नास्ति। रोदनैः प्राणान् संशयपदवीम् आरोप मा आरोपयः इति अत्र पश्यतु, संशयपदवीम् आरोपयः इत्युक्ते संशयात्मकं मा कुरु इति, प्राणानाम् अस्य प्राणान् धरतु इति। अतः केवलम् अतिरोदनैः अपि तत्र आहारं विना तथा रोदनमेव भवति चेदपि तावती लघु बालिका अस्ति, अतः तस्याः प्राणापायः अपि भवितुम् अर्हति इति तस्य सः विषयः। एतादृशप्रयोगं पश्यन्तु इति तदेव अर्थम् अवगतवन्तः एव, संशयपदवीम् आरोपयः इति। अस्तु, पुनः पश्यतु, मा कार्षीः इति, तत्र कार्षिः इति अकार्षिः इत्येव पदं भवति, केवलं कार्षिः न। तत्र मा इति अनेन निषेधार्थकशब्देन अकारस्य अडागमः न भवति, अकार्षिः इत्यस्य अकारस्य लोपः भवति, दत्त्वा अनेकेषु स्थलेषु वयं पठितवन्तः। मा स्म कार्षिः इति युगपत् पठितव्यम्, अन्ते अस्ति तत् तावदेव। शोकज्वालावलीढं मा कार्षिः इति भवितुम् अर्हति। महोदय, अत्र प्रश्नः अस्ति, मा मा कार्षिः अपि च मा स्म कार्षिः, द्वयोः मध्ये भेदः अस्ति वा? अन्यत् किम्? मा कार्षिः स्म विना अपि कदाचित् श्रूयते खलु, मा कार्षिः, मा गम, मा तत्र तदेव तु खलु, मा इति पदेन सह यदा अकारादारभ्य क्रियापदानि केवलं लुङ्लकारे लोट्लकारे आगच्छति तदा तस्य अकारस्य अडागमः न भवति इति नियमः सूत्रस्य। स्मापि स्माय अनेन सह अपि तदर्थमपि सूत्रमस्ति, लट् स्मे इति एकं, अनन्तरं माङि लुङि इति एकं सूत्रं, नमाङ् योगे इति एकं सूत्रं, तद् त्रयमपि पठतु तत्र। तदनन्तरं साधारणतया तादृश मुख्यसूत्रान् अनन्तरं युगपत् अग्रिमसूत्रे वा तदग्रिमसूत्रे वा तत्र कानिचन परिवर्तनानि भवन्ति चेत् अथवा अपवादः भवति चेत् तदपि उच्यते। अत्र स्मा इत्यनेन सह अपि अडागमः अकारस्य लोपः इति उक्तं, तत् सूत्रत्रयमपि पठन्तु। मा अपि च मा स्म द्वयोः मध्ये अर्थभेदः अस्ति वा? मा स्म भूः इति एकं पदे अत्र मेघदूतकवे पठितवन्तः खलु, मा स्म भूः इति आगच्छति, उज्जयिनीवर्णनम् उद्दिश्य पञ्च वा षट् श्लोकाः सन्ति खलु मेघदूतकाव्ये, तत्र आगच्छति मा स्म भूः इति, तद् अनेकेषु स्थलेषु भवति. तत्र स्मा इत्यनेन सह अपि निषेधार्थक माङ् योगे, तदनन्तरं लुङ्लकारे वा लोट्लकारे वा आगच्छति चेत् अकारस्य लोपः भवति. परन्तु अर्थभेदः नास्ति स्म इति. अर्थभेदः नास्ति, रूपे रूपे अकारः न भवति तावदेव. मुकुन्दमालास्तोत्रं पश्यन्तु, तत्रापि तथा एव अस्ति. एक तत्र स्तोत्रे एकस्मिन् श्लोके आगच्छति तत्र लुङ्लकारस्य विषये, तत्र मान्त्राक्षं क्षीणपुण्यं माद्राक्षं क्षणमपि भवतो क्षणमपि भवतो, तत्र मा अद्राक्षम् इति भवितुमर्हति क्रियापदम् अद्राक्षम् इति लुङ्लकारे, परन्तु अकारस्य लोपः भवति माद्राक्षम् इति भवति. तथा एव मा स्मार्षं माधवत्वमपि भुवनपते चेतसापनुहानां मा भूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि इति आगच्छति. मा अस्मार्षं मा अभूवं मा अश्रौषम् इति सर्वत्र यः अकारः अस्ति तस्य लोपः भवति. परन्तु महोदय तत्र अत्र मा इति द्वयम् अस्ति अत्र, मा इति माङ् इति अव्ययस्य उपस्थितौ तु न भवति तत्र, केवलं मा इति अव्ययस्य उपस्थितौ. मा स्म इत्यत्र मा इत्यपि तदर्थमपि एकं सूत्रमस्ति, मा इत्यनेन सह निषेधार्थक माङ् योगे अपि अकारस्य लोपः इति अस्ति. माङ् इत्यनेन सह स्म इति अन्यत् अव्ययमपि प्रयुज्यते चेत् तत्र लुङ् लङ् तत्र द्वयोः अपि प्रयोगः भवितुम् अर्हति, केवलम् एतयोः द्वयोः एव मा स्म इति. आम् लङ् इति तत्र कथमपि समर्थनं कृतं, तत्र स्मोत्तरे लङ् इति लोट् लोट् अर्थे लोड् अर्थे यदा भवति इति अर्थः, तत्र लोट् लकारः एव न, कदाचित् लुङ् लकारस्य अपि एवं निषेधार्थ मा इति भवति चेत् लोड् अर्थे भवति आज्ञार्थकम् इति. तत्र त्रया त्रीणि वा चत्वारि सूत्राणि वा पठितव्यानि भवन्ति. अहम् एतत् सर्वं किञ्चित् विस्तरेण तृतीये अध्याये अस्ति सूत्रद्वयं, प्रेषयिष्यामि अनन्तरम्. अन्यत् सूत्रं तु षष्ठे अध्याये अस्ति. अस्तु, अग्रे अग्रे पठामः वा, सरामः अत्र. तत्र अतः एव कार्षिः इति अग्रे आगच्छति चेदपि अकार्षिः इति रूपं तत्र तस्य अडागमः न भवति. अस्तु, बोधनेन कथमपि सम्बुद्धा किञ्चित् दुग्धं पीतवती. इदानीम् अन्येन पठ्यते किम्? कुत्र स्थापितं महोदय? अत्र कथं तत्र ततश्च मया क्रोडे उपवेश्य इतः दुग्धं पीतवती इति ततश्च मया क्रोडे उपवेश्य बालिके. तत्र डकारस्य महाप्राणनास्ति, क्रोडे एव. क्रोडे ततश्च मया क्रोडे उपवेश्य बालिके कथय, क्व ते पितरौ, कथम् एतस्मिन् आश्रमे आश्रमप्रान्ते समायाता, किं ते कष्टं, कथम् अरोदीः, किं वाञ्छसि, किं कुर्मः इति पृष्टा मुग्धतया उपरिकलितवाक् अपरि क्षम्यताम् अपरिकलितवाक्पाट पाठवा भयेन विशितिलवचनविन्यासा लज्जया अतिमन्दस्वरा शोकेन रुद्धकण्ठा चकितचकितेव कथं कथमिति अबोधयतस्मान् यद् एषा अस्मिन्नेदीयस्येव ग्रामे वसतः कस्यापि ब्राह्मणस्य तनयास्ति. तत्र किञ्चित् पश्यतु, तस्य अर्थमपि वदतु भगिनि. तत्र माभैषीः पुत्री तत् लघु लघु वाक्यानाम् अर्थम् अवगच्छामः. अग्रे अग्रे पश्यतु. कथमत्र आगतवती इति पृष्टा सा मुग्धतया अपरिकलितवाक्पाटवा. अत्र अपरिकलित अपरिकलितम् इत्युक्ते इतोपि न अनधीत इति अर्थः भवति. इतोपि न जानाति, अज्ञात जानाति. अज्ञातवाक्पटुत्वम्. इदानीं बहु लघुबालिका खलु, तस्याः वाक्पटुत्वं नास्ति. नास्ति. अनन्तरं अनन्तरं भयेन, भयकारणात् तत्र विशिथिलवचनविन्यास. अत्र एतत् परिकलितवाक्पाट वा इति भवति चेदेव अर्थः भवति. वाग्विन्ना विन्यासः, विन्यासस्य विषये तस्याः सामर्थ्यं नास्ति इति. परन्तु गद्ये साधारणतया वदन्ति एवं, एतत् किं तत् वा काव्यस्य विषये, कवीनां सामर्थ्यस्य विषये निकषं, निकषोपलम् इति वदामः खलु, तस्य स्तरं ग्रहीतुं, स्तरं निश्चयं कर्तुम्, अवगन्तुं निकषोपलरीत्या भवति गद्यम् इति. गद्यं कवीनां निकषं वदन्ति इति एका उक्तिः अस्ति. निकषम् इत्युक्ते तत् तस्य स्तरं पश्यामः खलु, टच् स्टोन् इति आङ्ग्लभाषायां. स्वर्णस्य स्वर्णस्य वा यत् यत्किमपि भवतु, एकैकस्यापि स्तरं परीक्षितुं काचन किञ्चन वस्तु भवति. तत्र स्वर्णस्य कृते अपि एका शिला अस्ति, एका शिला अस्ति. तथा एव अत्र गद्यं कवीनां निकषं वदन्, निकषम् इति तस्य अर्थः टच् स्टोन् इति वत् कवीनां सामर्थ्यम् अवगन्तुं पद्यस्य अपेक्षया गद्यस्य एव अधिक शक्तिः अस्ति इति. यतः पद्यस्य कृते अलङ्कारविषयाः अत्रापि सन्ति, अलङ्कारविषयाः परन्तु बहुधा पद्यस्य विषये एव छन्दः, अलङ्कारः इत्यादि भिन्नभिन्न विषयाः सन्ति. गद्ये तादृशछन्दसः विषयः नास्ति. तत्र ओजोगुणः इति गाम्भीर्यं भवति तस्य वाक्येषु, काचन शक्तिः, बलं भवति, किञ्चन बलं, फोर्स् भवति. ते तस्य ओजोगुणः इति वदामः. तेन एव गद्यस्य स्तरं वयम् अवगन्तुं शक्नुमः. अतः एव कवीनां काव्यरचनायाः विषये तस्य पद्यस्य अपेक्षया गद्यस्य एव अधिकशक्तिः भवति, तस्य सामर्थ्यम् अवगन्तुम् इति उक्तिः अस्ति. अतः एव एतादृश पुनः पृष्ठपेषणमपि भवति कदाचित्, परन्तुपि सम्यक् एव भवति इति. विशिथिलवचनविन्यास, अतः वाग्विन्यासम् अपि कर्तुं, विन्यास इत्युक्ते भिन्नभिन्न भिन्नभिन्न वाक् वदामः, डिज़ैन्स् इति विन्यासः इत्युक्ते, तादृशमपि सा तत् प्रयोक्तुं नार्हति. अस्तु अग्रे. पुनः लज्जया तत्र सरलाणि पदानि, अतिमन्दस्वरा, शोकेन रुद्धकण्ठा, चकितचकिता इव कथं कथम् इति अबोधयत् अस्मान् यत् एषा अस्मिन् अस्मिन् अत्र कथं तत्र पदविभागः अस्मिन् नेदीयसि इत्युक्ते समीपस्थम् इति अर्थः. समीपस्थे एव ग्रामे इति अर्थः भवति. वसता कस्यापि ब्राह्मणस्य तनया अस्ति. अस्तु अग्रे. अन्येन विमला भगिनी पठति किम्? हा, म्यूट् मध्ये अस्ति भवती. हा, एनां च सुन्दरी माकलय्य कोऽपि यवनतनयो नदीतटान् मातुः हस्ताद् आच्छिद्य क्रन्दन्तीं नीत्वा अपससार। ततः कश्चित् अध्वानम् अतिक्रम्य यावद् असिधेनुकां सन्दर्श्य विभीषिकया अस्याः क्रन्दनकोलाहलं शमयितुम् इयेष। तावद् अकस्मात् कोऽपि कालकम्बल इव भल्लूको वनान्ताद् उपाजगाम दृष्ट्वैव तत्र तस्य अर्थं किञ्चित् आम् महोदय ब्राह्मणस्तनया अस्ति। एनां च सुन्दरीम् आकलय्य कोऽपि यवनतनयः नदीतटान् मातुहस्ताद् आच्छिद्य क्रन्दन्तीं नीता अपससार। यदा सा नदीतटे आसीत् वाक्यं सरलम् अस्ति तत्र तथा एव अग्रे गच्छामः। अस्तु महोदय। ततः कश्चित् अध्वानम् अतिक्रम्य यावद् असिधेनुकां सन्दर्श्य विभीषिकया अस्याः क्रन्दनकोलाहलं शमयितुम् एव। तत्पश्चात् यवनत असिधेनुकाम् इत्यस्य अर्थम् अवगच्छन्ति खलु? छुरिका इति भाति, छुरिका एव, छुरिकां सन्दर्श्य तां तस्य भयं तत्र न उगम्यते चेत् टीकायां पश्यतु। अत्र अस्ति अधः आकलयति निश्चित्य तत्र सन्नन्तं भवति विभीषिकया भयप्रदर्शनेन। अस्तु, भाययति इति भाययति, आम्, भयप्रदर्शनेन कम्बल इति कालः च असौ कम्बल इति कर्मधारयः। तत् किमपि कत् किं महोदय? बालकम्बलः इव भल्लूकस्य विशेषणम्। अस्तु, तत्र काल इति कृष्णवर्णः अस्तु अस्तु, कृष्णवर्णः भल्लूकः अस्तु, कम्बल इव भल्लूकः भल्लूकः हा। वनान्तात् उपजगाम, वनान्तात् अन्त उपाजगाम, उपाजगाम आगच्छन् अगच्छत् आगच्छत् आगच्छत् बहु दीर्घमस्ति किं तत् दृष्ट्वैव पठतु, चिन्ता नास्ति। दृष्ट्वैव यवनतनयः असौ तत्र एव त्यक्त्वा कन्यकाम् इमां शाल्मलितरुम् एकम् आरुरोः। ओ एतदपि सरलमस्ति महोदय। विप्रतनया च इयं पलाशपलाशी श्रेण्यां प्रविश्य गुणाक्षरन्यायेन इतः एव समायाता यावत् भयेन पुनः रोदितुम् आरब्धवती तावद् अस्मत् छात्रेणैव आनीता इति आनीति इति प्रविश्य गुणाक्षरन्यायेन तत् न अवगतम्। गुणाक्षरन्यायम् इति इत्यस्य अर्थं जानन्ति इति मन्ये। एवं कीटकः तत्र अक्षरमिव वृक्षे एवं कुर्वन्ति चिह्नानि, परन्तु तत् तस्य अर्थः न भवति। न तत्र अर्थद्वयमपि वर्तते, तत् किम् इति न अवगच्छामः इति एकं। प्रायः तत्र कीटस्य आकारमपि कस्यापि अक्षरस्य रूपं धरति इत्यपि भवितुम् अर्हति, तथा गुणाक्षरन्यायः न्याय। अतः तत्र पलाशपलाशिश्रेण्याम् इत्युक्ते पलाशवृक्षस्य समूहे, वृक्षस्य वृक्षाणां समूहम् एव इयं प्रविष्टवती। तत्र बहु वृक्षाणां मध्ये स्निग्ध अरण्यं भवति खलु, बहूनां वृक्षाणां मध्ये सा लघुबालिका तत्र गच्छति चेत् गुणाक्षरन्यायः, तत्र अक्षराणां मध्ये एकं कीटं तत्र तिष्ठति चेत् तत् अवगन्तुं न शक्नुमः, ज्ञातुं न शक्नुमः। तथा एव वृक्षाणां समूहस्य मध्ये स्निग्धारण्ये यदा सा प्रविष्टवती तस्या सा अन्तरिता भवति। तां द्रष्टुं केनापि न शक्यते। इत एव समायाता, तथा एव वृक्षाणां समूहे मध्ये मध्ये तिरोहिता भूत्वा आगच्छन्ती अस्ति, तदा पुनः अन्य ही छात्र रोदि ही, पुनः हाँ आरब्धवती। हाँ तदा अस्मत् छात्र अस्मच्छात्रेण एव छात्रेण एव आनीता इति. अस्तु, अग्रे केनापि अन्येन कृते, इत्युक्ते तत्र कोऽपि संशयः अस्ति चेत् टीकायाम् एकवारं पठतु। किम् तदा करणीय कोपज्वालाज्वलित इव योगी प्रोवाच विक्रमराज्येऽपि कथम् एषः पातकमयः दुराचाराण दुराचाराण अमुप्रद दुराचाराणाम् उपद्रवः. ततः स उवाच महात्मन् अत्र कश्चन विषयः भवति, किञ्चित् तत्र पलाशश्रेण्या इति पठितं खलु, तत् किञ्चित् दर्शयतु। इदानीं पलाशवृक्षः इति प्रथमपदं पलाश इत्यस्य अर्थः भवति, पलाशिश्रेण्याम् इत्युक्ते तत्र पत्राणामपि पलाश इत्येव नाम भवति। पश्यतु अत्र पलाशाः इत्युक्ते किंशुकाः, वृक्षः, ते पलाशिनः इति, तत्र पलाशी इति अस्ति खलु, अत्र प्रथमपलाशस्य वृक्षः इति मा स्वीकरोतु, तत् पत्राणि इति स्वीकरोति चेत् पलाशी इत्यस्य अर्थः यस्मिन् पत्राणि सन्ति तत् यस्मिन् पलाशाः सन्ति सः पलाशी वृक्षः इति अर्थः। इदानीं शाखी इति एकं पदं वदामः खलु, शाखाः सन् अस्य सन्ति इति कारणात् वृक्षस्य शाखी इति नाम, शाखी शाखिनौ शाखिनः। तथा एव पर्वतस्य विषये कन्दराणि बहूनि सन्ति इति कारणात् कन्दरी इति पर्वतस्य नाम, शिखरी इति पर्वतस्य नाम, शिखराणि अस्मिन् सन्ति इति, तथा एव पलाशाणि अस्मिन् सन्ति इति कारणात् सः पलाशः भवति। अतः पलाशिश्रेण्य, क्षम्यतां, पलाशाः अत्र सन्ति इति पलाशी इति वृक्ष, पलाशवृक्षस्य नाम। तत्र वृक्षाणां समूहे सा प्रविष्टवती। कदाचित् बहु बहु सूक्ष्मविषयाः अत्र भवितुम् अर्हन्ति। गुणाक्षरन्यायमपि पठन्तु टीका मध्ये किमिति अस्ति। पठति किं केवलं गुणाक्षरनामिनः तं भागं, तं भागं काष्ठवेदकैः काष्ठवेदकैः इत्युक्ते काष्ठानां किञ्चित् कीटानि तत्र प्रविश्य प्रविश्य रन्ध्राणि कुर्वन्ति, अतः वेधकाः इति। वेधनम् इत्युक्ते रन्ध्रकरणम्। इदानीं कर्णवेधः इति षोडशसंस्कारेषु कर्णवेधः इति एकः संस्कारः भवति, तत्तु इयर् पञ्चिङ्ग्, कर्णवेधः वेधक। तथा एव कृमिभिः काष्ठानां काष्ठवेधनं क्रियते। काष्ठानुवेदे क्रियमा क्रिय क्रियमा काष्ठानुवेदे क्रियमाणे क्रियमाणे वा क्रियमाणे कृमिभिः काष्ठानुवेदे क्रियमाणे यथा यथा अकस्मात् अक्षरम् इव प्रतीयते तथा यत्र अवितर्कित कार्य सिद्धः तत्र तत्र एतम् तत्र इति इत्थम् अभिधीयते। अतः गुणाक्षरम् इत्युक्ते काष्ठानां मध्ये एवं कृमिभिः वेदनं क्रियते इति कारणात् तत्र अक्षरमिव दृश्यते इति अर्थः भवति। तत्तु ताडपत्रेषु अपि तथा भवितुम् अर्हन्ति, न केवलं वृक्षेषु काष्ठेषु, ताडपत्रेषु अपि भवितुमर्हन्ति। अस्तु, कोऽपि पृष्टे एतत् महात्मन् क्व अधुना विक्रमराज्यं वीरक्रमस्य वीरविक्रमस्य तु भारतभुवं विरह्य गतस्य वर्षाणां सप्तदशशतकानि व्यतीतानि क्व अधुना मन्दिरे मन्दिरे जय जय ध्वनिः। तत्र कश्चन विषयः भवति, यः योगी समाधौ आसीत् खलु, तत्र बहुकालं यावत् समाधौ आसीत्, अनन्तरं यदा सः आगच्छति उत्थाय, तस्य मनसि इतोपि विक्रमशतके किम् अभवत् इत्येव तस्य मनसि, अतः इदानीं सः वदति किञ्चित् हास्यात्मकं भवितु भवति, महात्मन् का अधुना विक्रमराज्यं, किमर्थं क्व न तु का, क्व अधुना विक्रमराज्यं कुत्र इति, तथा पठतु किञ्चित् बलेन, वीरविक्रमस्य तु भारतभुवं विरह्य गतस्य वर्षाणां सप्तदशशतकानि व्यतीतानि, क्व अधुना मन्दिरे मन्दिरे जय जय ध्वनिः, किञ्चित् भावेन पठतु। क्व सम्प्रति तीर्थे तीर्थे घण्टानादः, क्व अद्यापि मठे मठे वेदघोषः, अद्य हि वेदा विच्छिद्य वीथीषु विक्षिप्यन्ते, धर्मशास्त्राणि उद्धूय धूमध्वजेषु ध्मायन्ते, वेदाः विच्छिद्य वीथीषु विक्षिप्यन्ते, वकाराणां प्रयोगः, अनन्तरं धर्मशास्त्राणि उद्धूय धूमध्वजेषु ध्मायन्ते, धकारस्य प्रयोगः, अनन्तरम् अग्रे पुराणानि पिष्ट्वा पानीषु पात्यन्ते, पकारस्य पुराणानि पुराणानि पिष्ट्वा पानीषु पात्यन्ते, भाष्याणि भ्रंशयित्वा भ्राष्ट्रेषु भर्जयन्ते, भ्राष्ट्र इत्युक्ते पात्रं भाण्डम्, अत्र भाष्याणि भ्रंशयित्वा भ्राष्ट्रेषु भर्जयन्ते, क्व कचिन् मन्दिराणि क्वचित् मन्दिराणि भिद्यन्ते, क्वचित् अत्र केनापि बहुधा लिखितमस्ति, किञ्चित् अस्माभिः एव किञ्चित् चिन्तयित्वा किं भवेत् इति ऊहा करणीया, तुलसीवनानि छिद्यन्ते, क्वचित् धारा उपह्रियन्ते, धाराः अपह्रियन्ते, क्वचित् क्वचित् धनानि लुण्ठयन्ते, क्वचित् आर्तनादाः, क्वचित् रुधिरधाराः, क्वचित् अग्निदाहः, क्वचित् गृहनिपातः इति एव श्रूयते अवलोक्यते च परितः। अवगतम् इति मन्ये, अग्रे सर्वं सन्ध्या भगिनी, तदाकर्ण्य दुःखितश्चकितश्च योगिराडुवाच कथमेतत्, ह्य एव पर्वतीयाञ्छकान् विनिर्जित्य महता जयघोषेण स्वराजधानी मायातः श्रीमान् आदित्यपदलाञ्छनो वीरविक्रमः, अद्यापि तद्विजयपताका मम चक्षुषोरग्रतः इव समुद्धूयन्ते, अधुनापि तेषा पटः गोमुखादीनां निनादः कर्णशष्कुलीं पूरयतीव, तत् कथम् अद्य वर्षाणां सप्तदशशतकानि व्यतीतानि इति, इत्युक्ते सप्तदश इत्युक्ते 17 centuries अभवन् इति वा, सप्तदशशतकानि व्यतीतानि तावदेव, शिवराजस्य कालात् पूर्वं सप्तदशशतकानि व्यतीतानि, विक्रम संवत् किल किञ्चित् विक्रमादित्य सप्तदशशतकानि 17 centuries, अस्तु अत्र पश्यतु महता जयघोषेण स्वराजधानी मायातः श्रीमान् आदित्यपदलाञ्छनः वीरविक्रमः तत्र तस्य पादयोः चिह्नानि आसन् इति आदित्यपदलाञ्छनः सूर्यचिह्नम् आसीत् इति महोदय इत्युक्ते तावद्भ्यः वर्षेभ्यः एषः तपः कुर्वन् तपः कुर्वन् आसीत् इति अर्थः वा? प्रायः तस्य स्मरणं तत् पठित्वा न तावन्ति वर्षाणि सः जीवितः न आसीत्, परन्तु तस्य मनसि तस्मिन्नेव विषये चिन्तयित्वा चिन्तयित्वा समाधिम् अपि गतवान् सः, अतः सः टैम् ट्रावेल् कृतवान् इति फ्रोज़न् टैम् पीरियड् तत्रैव भारतदेशे एवम् आसीत् आसीत् इति वयं वदन्तः स्मः खलु तथा एतत् श्रुतवन्तः खलु कुलशेखर आळ्वार् इति वैष्णव सतः कथां जानाति खलु, सदा बहु परमभक्तः सः द्वादश वैष्णवसते सन्तः आसन् खलु तेषु अन्यतमः सः रामभक्तः संस्थानस्य महाराजः अपि आसीत् तत्र रामभक्तः तत् रामायणं पठति श्रावितवन्तः पौराणिकाः तत्र सीतापहरणस्य समये एवमेव बहु भावुकः अभवत् अतः सीताम् अपहरति सः राक्षसः केवलं तूष्णीं तिष्ठन्ति सर्वे सैन्यस्य सिद्धतां करोतु वयं गच्छामः रावणस्य वधम् इदानीमेव कुर्मः इति सेनासहितं सः प्रस्थितवान् एव, अनन्तरं मन्त्रिणः तस्य समाधानम् उक्त्वा शमितवन्तः तं तथा वीरावेशः एतस्य मनसि विक्रमस्य विषयः एव वर्तते. अग्रे केन पठ्यतां भगिनी सन्ध्या भगिनी? ततः सर्वेषु स्तब्धेषु चकितेषु च ब्रह्मचारिगुरुणा प्रणम्य कथितं भगवन् बद्धसिद्धासनैर्निरुद्धनिःश्वासैः प्रबोधितकुण्डलिनीकैर्विजितदशेन्द्रियैरनाहतनादतन्तुम् अवलम्ब्य आज्ञाचक्रं संस्पृश्य आज्ञाचक्रं संस्पृश्य चन्द्रमण्डलं भित्वा तेजःपुञ्जं अविगणय्य सहस्रदलकमलस्यान्तः प्रविश्य परमात्मानं साक्षात्कृत्य तत्रैव मृत्युञ्जैरानन्दमात्रस्वरूपैर्ध्यानावस्थितैर्भवादृशैः न ज्ञायते कालवेगः. एतत् सर्वं योगाभ्यासस्य सोपानानि खलु, तत् सर्वम् इन्द्रियाणां शमनं तदनन्तरं तत्र कुण्डलिनीयोगेन तत्र भवति खलु षट्चक्राणां आज्ञाचक्रस्य नियन्त्रणं कुर्वन्ति अतः अस्तु अस्तु. सहस्रदलकमलस्य अन्तः प्रविश्य इत्युक्ते हृदयकमले यः परमात्मा अस्ति तं साक्षात्कृत्य इति रममाणैः मृत्युञ्जयैः एव अस्तु. अतः तादृशैः एव तत् कर्तुं शक्यते, परन्तु भवादृशैः न ज्ञायते कालवेगः. अस्तु अद्य ततः खलु अद्य न तानि तस्मिन् तस्मिन् समये भवता ये पुरुषाः अवलोकिताः तेषां पञ्चशतमोऽपि पञ्चाशत्तमोऽपि पुरुषः न अवलोक्यते पञ्चाशत्तमोऽपि पुरुषः न अवलोक्यते अद्य न तानि स्रोतांसि नदीनां न सा संस्था नगराणां, न सा आकृतिर् आकृतिर्गिरीणां, न सा सान्द्रता विपिनानां, किम् अधिकं कथं कथयामः कथयामः भारतवर्षम् अधुना अन्यादृशमेव सम्पन्नमस्ति। इदम् आकर्ण्य किञ्चित् अस्मित् अस्मत्वमेव परितः किञ्चित् स्मित्वा इव किञ्चित् स्मित्वा इव परितः अवलोक्य च योगी जगाद। अस्तु, एतानि वाक्यानि केन उक्तानि सम्पन्नमस्ति इति कः वदति? योगी एव इति चिन्तयामि, यतः योगिना एव उक्तं महोदय। ओहो, न न, भगवन् इति उक्तं खलु, ब्रह्मचारी भवता एव तत् कालवेगः अपि न उपयते इति। तत्र एतदपि वसति, इदानीं ये पुरुषाः भवता ये पुरुषाः अवलोकिताः तेषां पञ्चाशत्तमपि पुरुषः न अवलोकिते, इदानीं विक्रमसदृशः पुरुषः नास्ति इदानीम् इति। अस्तु, अद्य नदीनां तानि स्तोत्र स्रोतांसि नदीनां स्रोतांसि न भवन्ति इत्युक्ते नदीनां पूर्णता नास्ति इदानीन्तनकाले, अनन्तरं नगराणां संस्था न भवति, तादृश तादृश ऐश्वर्यं नास्ति कुत्रापि इति। गिरीणाम् आकृतिः यथा तदा आसीत् तथा न इदानीं नास् अस्ति इति। विपिनानां सान्द्रता तदा एव एवम् उक्तवान् विपिनानां सान्द्रता इति, इत्युक्ते फारेस्ट्रि, इदानीं तु ते पश्यन्ति चेत् किं वदन्ति, विपिनानि एव न सन्ति। किम् अधिकं कथयामः, भारतवर्षम् अधुना नदीषु केवलं सिकताः एव सन्ति, जलमेव नास्ति इदानीं, श्रोतांसि न, केवलं सिकताः। अस्तु, सत्यं न लक्षितः मया समयवेगः, यौधिष्ठिरे समये कलितसमाधिरहं समाधिः पूर्वमपि गच्छति। पुनश्च समये उदस्यं, तत्र पश्यतु एतानां पदानां सौन्दर्यं, यौधिष्ठिरे, युधिष्ठिरस्य कालः यौधिष्ठिरे इति, तत् तदपि युधिष्ठिरे इति पूर्णं पदं भवति यौधिष्ठिरम् इति, युधिष्ठिरस्य इदं यौधिष्ठिरं, यू इत्यस्य वृद्धिः आदिवृद्धिः भवति यौ, अनन्तरं यौधिष्ठिरं, तथा एव विक्रमस्य ई इकारस्य आदिवृद्धि वृद्धिः भवति चेत् ऐ भवति, अतः वैक्रमम् पुनः च वैक्रमसमये समाधिम् समाधिम् आकल्य आकलय्य अस्मिन् दुराचारमये समये अहम् उत्थितः अस्मि। अहं किम् आसीत्, अहं पुनर्गत्वा समाधिम् एव कलयिष्यामि, तावत् संक्षिप्य कथ्यतां का दशा भारतं भारतवर्षस्य। मम गमनात् पूर्वमेव भवान् वदतु किम् इदानीं भारतवर्षं कथम् अस्ति। अस्तु, सर्वे पठितवन्तः चेत् अत्र वयं स्थगयामः वा अद्य? आं भगिनि, आं महोदय, सर्वे पठितवन्तः खलु, किञ्चित् पठितम् अद्य, केवलं पूजार्थं किञ्चित् पठनीयम् इति अहं चिन्तितवती। अस्तु, अग्रिमसोमवासरे मेलिष्यामः। इदानीं शान्तिमन्त्रम् ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः।